पञ्चमोऽध्यायः अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि यच्छ्रेया एतयोरेकं तन्मे ब्रीहि सुनिश्चितम् श्रीभगवानुवाच संन्यासः कर्मयोगश्च निःश्रेया सकरा बुभो तयोस्तु कर्म संन्यासात् कर्मयोगो विशिष्यते येयः स नित्यसन्न्यासी यो न दृष्टि न काङ्क्षते निर्दन्दो हि महाबाहो सुखं बन्धात् प्रमुच्यते साङ्ख्ययोगो पृथग्बालः प्रवदन्ति न पण्डितः एकमप्यास्थितः सम्यक् गुहयो विन्दते फलम् यत् सङ्ख्येयाप्यते स्थानम् तद्योगैरापि गम्यते एकम् साङ्ख्यम् च योगम् च यः पश्यति स पश्यति सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन्नापि न लिप्यते।